संस्कृतस्य संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये वन्दे संस्कृतमातरं हिन्दुधर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्षणं कुर्याम विश्वं शान्तिसमन्वितम्। नमस्ते महोदय, नमस्ते भगिनि। नमस्ते। हाँ सर्वे कुशलिनः वा? महोदय, महोदय। अस्तु। अद्य अहं किञ्चित् अग्रे पठितवती, परन्तु पुटत्रय पुटत्रयस्य वा द्वयस्य वा लुप्तता अस्ति खलु। पुटद्वयं लुप्तमस्ति, ततः कथायाः निर्वहणं कथं भवति इति द्रष्टव्यम्। ओहो, पश्यामः। अद्य इतोपि किञ्चित् चिन्तितं किं? प्रार्थना समाप्ता वा? आम् आम् समाप्ता खलु। अग्रे किं पठनीयम् इति चिन्तितं किम्? कादम्बरीपठनं वा पुनः, अथवा वकुलभूषणस्य गद्यमपि अस्ति, जयन्तिका इति एकं गद्यम्। अहमपि तत् न पठितवती। अथवा बाणस्य कादम्बरीमेव कञ्चन भागं पठामः वा किमिति। परन्तु अत्र इतोपि कति पुटानि सन्ति? चतुर्थनिश्वासः इदानीमेव आरब्धः खलु। एतत् अहम् समाप्य वयम् अन्यत् किमपि पठामः वा? महाभारतात् यक्षप्रश्नः इति कश्चन भागः भवति वनपर्वणि, तत्तु बहवः श्लोकाः न सन्ति तत्र, परन्तु विषयः सम्यक् अस्ति इति मया श्रुतम्। अहमपि अद्यैव किञ्चित् पठितं। मया तत्र यक्षस्य प्रश्नानाम् उत्तराणि वदति युधिष्ठिरः। तत्र अनेकानेकधर्मसूक्ष्मविषयाः सन्ति। महोदय, केनापि पठितं वा पूर्वम् एतत्? अहं पठितवान् महोदय, सम्यक् एव। तत्र स्वयं पूर्वं स्वाध्यायेन पठितवान् तद्। हा तत्र पाल्गाट् तद् प्रेस् यदस्ति तत्र तेन तैः प्रकाशितं तद् रामचन्द्र अत्रापि यथा केनापि प्रेषितं मह्यं, तद् दृष्टवती तत्र आङ्ग्लभाषया तस्य तात्पर्यमस्ति एकैकस्य अपि श्लोकस्य। आम् आम् तदेव। परन्तु तेन सह किञ्चित् इम टीका कुत्रापि लभ्यते चेत् तदपि पठित्वा वयं, परन्तु बहु स्वल्पानि पद्यानि एव सन्ति खलु तत्र, आम् आम् स्वल्पानि एव। प्रायः द्वित्रेषु वर्गेषु एव समाप्यते इति मन्ये। यतः महाभारतस्य अनुष्टुप् छन्दसि श्लोकस्य अर्थः क्लेशः बहु सुलभः एव अस्ति, शीघ्रमपि पठितुं शक्यते। एतस्य गद्यात् अनन्तरं पुनः अन्यत् गद्यमेव किमर्थम् इति चिन्तयन्ति चेत् किञ्चित् सरलरूपेण द्वित्रेषु वर्गेषु तत् समाप्य पुनः गद्यारम्भं कुर्मः। तत्र विधुरनीति तत् पठितुं शक्नुमः। पठितं पूर्वमेव अस्माभिः। एतत् तत्र समीचीनं महोदय। महाभारतस्य यदिदानीं यक्षप्रश्नाः इति उक्तवती, तत् समीचीनमेव। तत्तु किञ्चित् लघुः एव भवति, चिन्ता नास्ति खलु। तत्र हाँ तत् पठित्वा पुनः कादम्बरीतः कञ्चन भागं पठामः वा? हाँ समीचीनं बाणस्य भवति। शैली शैल्याः अपि परिचयः भवति भवति मूलतः एव, न तु सङ्ग्रहः। महोदय, भवती किमपि अस्मान् पाठयितुम् इच्छति किम्? अहम् इदानीं तदेव कुर्वती अस्मि अहम्। काव्यपरिचये वर्गे पाठनं नावश्यकं, केवलं भवन्तः एव तत् भवती एव अवगन्तुं शक्ताः एव सन्ति भवन्तः सर्वे. कदाचित् किञ्चित् मध्ये मध्ये सहायः करणीयः भवति, तावदेव. तथा एव भवति अग्रे कादम्बरी अपि तथा एव भवति. अत्र इदानीं शिवराजविजयस्य पठनं यदा क्रियते तत्र एव दीर्घवाक्यानां समासयुक्तपदानां परिचयः अभवत् खलु, अतः चिन्ता एव नास्ति. एतदेव मम समीपे अपि अस्ति. अस्तु, सव्याख्या अपि भवेत् मम समीपे महोदय, अस्ति चेत् अहं प्रेषयिष्यामि। एतस्य मूलं इत्युक्ते यथा एतेषाम् आर्कैव् मध्ये पश्यामः अत्र तथा नास्ति वा? अत्र महाभारते मूले तत् लक्ष्मीनारायणमहोदयः जानीयात् मूलं महाभारतमपि प्रेषितम् एकवारं भवत्तेन. आम् अत्र एतं भागं पश्यतु, किञ्चित् परिशीलयतु. आम् आम् यक्षप्रश्नः अत्र सङ्ग्रहरूपेण दत्तः वा मूलभारते मूलपाठे इतोपि अधिकाः श्लोकाः सन्ति वा इति पश्यतु. पश्यामि तत् महोदय। इतोपि अधिकाः सन्ति चेत् तदेव पठामः. अस्तु, इदानीम् अस्य प्रस्तुतविषयस्य प्रारम्भः भवतु. हाँ, तर्हि सः बालकः, षोडशवर्षीय बालकः रीत्या कश्चन आगच्छति खलु आम् तत् चञ्चचन्द्रचम एतत् सर्वं पठितवन्तः हा सर्वे। हाँ, तत्र हाँ अस्तु, अतः दुर्गाधीशः आगच्छति इतः प्रायः, अतः को भवान् ततः इति चिन्तयति। तत्र, ततः आरभ्य क्षम्यताम् आरब्धव्यः खलु ततः. आम् अथ को भवान्, कुतो भवान् इति यामिकेन पृष्टः। दत्तनिजपरिचयः द्वारपालेनापि साधु साधु महता परिश्रमेण समायातोऽसि, उच्चैर्निश्वसति ते श्वः। स्विन्नानि तव गात्राणि, आर्द्राणि तव वस्त्राणि, धन्योऽसि तथापि खेदं नावहसि। समये समागतोऽसि अवेक्षते तवैव पन्थानं दुर्गाधीशः। प्रविश्यताम् अश्व उन्मुच्यतां सत्वरमेव च तेनापि साक्षात्कारो विधीयताम् इति सादरम् आलप्यमानो दुर्गं प्रविवेश। यामिकः इत्यस्य अर्थः कः? यामिकः इति यः तम् अन्तः नीतवान् सः वा? प्रायः रात्रौ यः एवं ड्यूटी करोति सः इति चिन्तयामि। ओ, तत्र प्रहरी द्वार वाच प्रहरी वाच प्रहरी खलु. प्रहरी वाच्मेन इति अत्र न तथा नैव, इदानीं तु रात्रौ यामत्रयं भवति खलु, तत्र एकैकस्य अपि यामस्य कश्चन प्रहरी भवति. पूर्वतनकाले इदानीं नास्ति, बेङ्गळूरु मध्ये मैसूरु मध्ये यदा किञ्चित् स्वातन्त्र्य सङ्ग्रामस्य समये वा तदनन्तरं किञ्चित् कालं यावत् रात्रौ सर्वदा वीथ्यां एवं पालकाः प्रहरिणः आगच्छन्ति स्म. ते कस्मिन्नपि गृहे किञ्चित् द्वादशवादन अनन्तरमपि दीपः ज्वाल्यमानः आसीत् चेत् सः द्वारे किञ्चित् नोदयित्वा किमर्थम् इतोपि दीपः भवति इति किञ्चित् जागरूकतायाः विषये अधिकम् अवधानं ददाति स्म तेषु कालेषु. ते प्रहरिणः इति बीट् पोलीस् इति उक्तवन्तः तेषु दिनेषु. इदानीं तत् किमपि नास्ति इति मन्ये. तादृशयामिकः याम इति स्त्रीलिङ्गपदं खलु, एकैकस्य यामायामपि भवति, किञ्चित् पर्यायरूपेण आगच्छन्ति इति एक अहं चिन्तयामि तथा. आम् तथैव भाति महोदय, यतः वाच्मेन् इति अस्ति अर्थः। अस्तु अग्रे. यामिकभट्टः यामिकानु यामिकाननु उपम उपमृद्यः एवं किमपि अस्ति तत्र, तदेव अस्तु। तर्हि यामिकः तं पृच्छति, अनन्तरं सः यदा तत्र निजपरिचयं करोति तदा साधु साधु एवम् अन्तः आगच्छतु इत्यादिकं सुलभमेव इति भाति। पात्राणि अग्रे गम्यमस्ति इति अग्रे सरामः. अश्वन् अश्वम् उन्मुच्य परसहस्रपदकपटलकलको कलकलोन्निद्रस्य सुदूरविततकाण्डप्रकाण्डस्य चैकस्य पनसवृक्षस्य शाखायाम् आबध्य अविश्रान्त एव दुर्गाध्यक्षसमीपम् अगमत्। तत्र अश्वम् उन्मुच्य परसहस्रपतगपटलकलकलोन्निद्रस्य सुदूरविततकाण्डप्रकाण्डस्य च एकस्य पनसवृक्षस्य, पनसवृक्षे तत्र परसहस्रपक्षिणः पक्षिणान् न पक्षि तत्र पटलः। वृक्षे सन्ति इति वा अथवा परिसरे अत्र सा सूर्योदयः इति कारणात् परसहस्रपक्षिणां समूहस्य कलकलशब्देन उन्निद्रस्य ओहो जागृतां प्राप्तवतः इति. सुदूरविततकाण्डप्रकाण्डस्य, तत्सर्वं पनसवृक्षस्य विशेषणानि बहुव्रीहिसमासे। उन्निद्रस्य इति खलु. उन्निद्रस्य जाग्रतः अस्तु, वितित विततकाण्डप्रकाण्डस्य च एकस्य पनसवृक्षस्य, तस्य वृक्षस्य शाखायाम् आबध्य अविश्रान्त अविश्रान्तः एव दुर्गाध्यक्षसमीपम् अगमत् सः अश्वारूढः। तत्तु अश्वं तस्य वृक्षस्य शाखायाम् आबध्य. आम् तत्र तयोः एवम् अभूत् आलापः। दुर्गाध्यक्षः दूरतः एव, एहि एहि समये समायातोऽसि, मूर्तं नायास्य नायास्यः नायास्यः चेत्, न आयास्यः चेत् मुहूर्तं न आयास्यः चेत् द्वारेषु रुद्धेषु बहिरेव समस्तां रजनीम् अवत्स्यः। अत्र आयास्यः अवत्स्यः अत्र जानाति खलु लृङ् लकारस्य भवति हेतु हेमद् हेतुमद्भावः इति कदा पूर्वतया एव तस्य प्रयोगः दृश्यते. यदि भवान् अत्र न आगच्छेत् तदा इति वदामः खलु तस्मिन् अर्थे रजनीम् अवत्स्यः समस्तां रजनीं बहिरेव अवत्स्यः तथा करणीयम् आसीत् यदि इदानीम् अहं द्वारस्य बन्धनं करोमि चेत् कृतवान् चेत् बहिः एव भवतः रात्रियापनं भवेत् परन्तु अदृष्टवशात् समये एव आगतः अस्ति अतः इतोपि एकक्षणानन्तरम् आगतवान् चेत् तथा भवेत् इति परन्तु इदानीं समये एव आगतवान्. समस्तां रजनीम् अवत्स्यः सादि, तत्र सादिन् इति प्रायः तस्य अश्वारोही अश्वारोही। विघ्नाः तु अभूवन्, परं माहात्म्यम् एतत् प्रभुप्रतापस्य यत् तदीया विघ्नैर्न व्याहन्यते। प्रभोः तदीयाः इत्युक्ते तस्य सेवकाः वयं विघ्नेहिना व्याहन्यन्ते इति वयं ताद् मादृशाः इति तदीयाः इति अस्ति खलु. तदीयाः इत्युक्ते तस्य अनुचराः सेवकाः सहायकाः गूढचराः विघ्नैः न व्याहन्यन्ते व्याहन्यते. व्याहन्यते दुर्गाध्यक्षः तं शिरो नमयन्तं जीवेत् इत्युक्त्वा आशीर्वादेन जीव जीव इति जीव जीव उक्त्वा इति उक्त्वा उपविश उपविश ततो दुर्गाध्यक्षस्तु चुम्बितयौवनाम् अप्यत्यक्त बालभावां तस्य मधुराम् आकृतिं पश्यन् स चकितं विचारयितुम् आरेभे यत् कथं बाल एष प्रेषितः श्रीमता महाराष्ट्रराजेन गुप्तविषयसन्धानेषु क्षणम् अवस्थाय च द्रक्ष्यामि प्रथमं किम् एतेन आनीतं पत्रादिकम् इति निश्चित्य भगवन् प्रभुणा एकान्ते माम् आहूय प्रदत्तम् इदं पत्रमस्ति तत् स्वीक्रियताम् इति कटिबन्धनान् निस्सार्य नात् कटिबन्धनात् निस्सार्य ददतः हस्तात् आदाय उत्थाय च स्तम्भावलम्बितदीपप्रकाशेन तूष्णीं मनस्येव पठित्वा आकुञ्च्य पूर्वोपविष्टमञ्चे उपविश्य पुनःपौनःपुन्येन अलिपटल ओ अस्तु पुनःपौनःपुन्येन अलिपटलविनिन्द विनिन्दकांस्तस्य कुञ्जितकचगुच्छान् गुच्छान् उत्पत्स्यमानकेशाङ्कुरस्विन्नम् उत्तरोष्ठम् अतिमस्रण कमलोदर किशलयसोदरौ कपोलौ उन्नतमं सं दीर्घौ बाहु माधुर्यवर्षिणी अक्षिणी विनयभरेणेव विनतां कन्धरां तेजसा इव गौरमङ्गं दाक्षिण्येन इव आङ्कितं ललाटम् अङ्कितं ललाटं भद्रता इव च स्नातं शरीरं विलोकयन् भद्रतया इव च स्नातं शरीरं विलोकयन् वारं वारं विचिन्तयन् च मशकैः अपि अशङ्कनीयं मक्षिकाभिः अपि अनीक्षणीयं समीरणेनापि अनीरणीयं प्रकाशेनापि प्रकाशनीयं लेखनी अप्रकाशनीयम् प्रकाशनेनापि अप्रकाशनीयं लेखनी लेखन्या किम् अपि लेखनीयम् अलेखनीयं पत्रेणापि च अप्रकटनीयं गुप्ततमं वृत्तान्तम् उपबर्हलग्नपृष्ठः भ्रूमध्यस्थापिताचलदृष्टिः क्षणं समाधिस्थित इव विचारपरवशः अभूत् कः सः बालकः प्रायः तस्य विवरणं किल गुप्तचरः युवकः प्रेषितः आसीत् तस्य विवरणम् अत्र क्रियते तत्र सता तत् कटिबन्धनात् निस्सार्य ददतः तस्य बालकस्य हस्तात् आदाय स्वीकृत्य उत्थाय उत्थाय च स्तम्भावलम्बितदीपप्रकाशेन मनसि तूष्णीं मनसि एव पठित्वा आकुञ्च्य पुनः तत् पुटीकृत्य इति पूर्वोपविष्टे मञ्चे उपविश्य पुनः पौनःपुन्येन अलिपटलविनिन्दकान् तत्र तस्य विवरणानि, तस्य वर्णनं बालकस्य, अलिपटलम् इत्युक्ते भ्रमरसमूहः, भ्रमरसमूहः कृष्णवर्णीयः भवति, तस्य केशाः भ्रमरसमूहस्य कृष्णवर्णमपि निन्दन्ति स्म इति, ओहो तत् स्निग्धकृष्णवर्णे आसन् तेषां, तस्य केशाः इति. अनन्तरं तान् कुञ्चितकचगुच्छान् सम्यक् तत्र, तत्तु गुच्छमिव बद्धम् आसीत् खलु, केशसमूहः बद्धः आसीत्, तथा उत्पत्स्यमानकेशाङ्कुरस्विन्नम् उत्तरोष्टम्, उत्तरोष्टम् ओष्टस्य उपरि तदानीमेव उत्पन्नं अङ्कुर भव उत्पन्नं भवदस्ति तत् केशाङ्कुराणि. अनन्तरम् अतिमसृणकमलोदरकिशलयसोदरौ कपोलौ, अतिमृदु मसृण इत्यत्र सुन्दरं, चारु मनोहरं, मृदु इति स अर्थाः भवन्ति. कमलोदरकिशलय, कमलस्य किशलयः एव सुन्दरम् आसीत्, सोदरौ कपालौ, किशलयसोदरौ इत्युक्ते तत् सदृशम् इति, तादृशकपोलौ, अंशम् उन्नतं, भुजस्य औन्नत्यम् अधिकम् आसीत्, दीर्घौ बाहू, माधुर्यवर्षिणी अक्षिणी, नेत्रयोः अपि अमृतवर्षमिव मधुरम् आसीत् इति वर्षं, विनयभरेणैव विनतां कन्धरां, ग्रीवा तथा आसीत्, विनता कन्धरा आसीत्, तेजसा इव गौरम् अङ्गं, तस्य तेजसा गौरं गौरवर्णीयम् अस्ति तस्य अङ्गम् इति, दाक्षिण्येन इव अङ्कितं ललाटम्. अत्र दाक्षिण्यम् इत्यस्य अर्थः किं, किमिति दत्तं, ललाटस्य सौन्दर्यं कथं दत्तम्, औदार्येण इति औदार्येण इत्येव, अस्तु इत्युक्ते विशालललाटः इति औदार्यम्. अनन्तरं भद्रतया इव च स्नातं शरीरं विलोकयन्, वारं वारं विचिन्तयन्, मशकैरपि आशङ्कनीयं, तत् किमर्थं तथा अस्ति, मक्षिकाभिः अपि इति किमपि आसीत्. वर्णान्तिके स्वनद्भिरपि न शङ्कितुम् अर्हम् इति ध्वनिः। कर्णान्तिके स्वनद्भिरपि न शङ्कितुम् अर्हमिति ध्वनिः, परन्तु कर्णान्तिके एव मशकाः सर्वदा शब्दं कुर्वन्ति खलु, परन्तु शङ्कितुं नार्हति इत्युक्ते तस्य तोलनं कथमस्ति अत्र, किञ्चित् दर्शयतु, पाठभागं दर्शयतु. अत्यन्तगुप्तविचार के तस्य मशकैरपि सम्बन्धमिति अस्ति। आशङ्कनीयम्, हा ओ अस्तु, ओ प्रायः तथा भवति इति मन्ये. तत्र सर्वदा कर्णयोः समीपे मशकाः भवन्ति खलु, अतः तत्र कोऽपि गुप्तविषयः अस्ति तस्य मनसि वा, तद् मशकैरपि आशङ्कनीयं, शङ्कितुम् असाध्यम् इति. अनन्तरं मक्षिकाभिः अपि अनीक्षणीयं, मक्षिकाः तेषां नेत्राणि बहु सूक्ष्माणि सन्ति खलु, मक्षिकानां बहु दूरादपि ते सम्यक् द्रष्टुं शक्नुवन्ति, अतः मशिकाभिरपि अनीक्षणीयम् इति, न दर्शनीयं, समीरणेनापि अनीरणीयम्, अनीरणीयम् इत्यस्य अर्थः कः, समीरणः वायुः, तेनापि अनीक्षणीयम् स्पर्शातीतम् इति वा, अनवलोकनीयम् इति अस्ति। अवलोकनीयम् अनीक्षणीयम् ओ अनीक्षणीयम् अभवत् वायुना समीरणेन, अनवलोकनीयम् इति अनीक्षणीयम् इत्युक्ते नास्ति अस्तु, तत् तद् शकैः। नास्ति, अस्तु अस्ति महोदय। हिन्दीभाषायाम् अस्ति वा, पश्यतु, वायु से मच्छरोक्ति भी न हिलाये जा सकने वाले, हिलाये इत्यस्य अर्थः कः, अहं न जानामि, तत्र हिलाना मतलब कम्पनं शेक् शेक् कम्पनम्, ओ कम्पयति। अस्तु अस्तु अस्तु, कम्पयितुम् अशक्यम् इति, अस्तु, तत् तादृशगोप्यमस्ति तस्य, अनिर्णीयं, प्रकाशेन अपि प्रकाशनीयं अप्रकाशनीयं, लेखन्या अपि लेखनीयं अलेखनीयं, पत्रेणापि च पत्रेणापि च अप्रकटनीयं अप्रकटनीयं, गुप्तमं गुप्ततमं वृत्तान्तम्, वृत्तान्तं वृत्तान्तस्य विशेषणम्. उपबर्हलग्नपृष्ठः. अस्तु, उपबर्ह इत्यस्य उपधानं तु उपबर्हः, भ्रूमध्ये स्थापिता अचला दृष्टिः. उपधानं किम् अत्र? उपबर्हलग्न उपधानसम्पृक्तपृष्ठांशः. तत्र पृष्ठः तस्य पृष्ठभागे, उपधानस्य पृष्ठभागे स्थापितवान् उपधानम् इति. तत्र शिरसः वस्त्रं वा? उपबर्हं किम्? वयं पिल्लो इति वक्तुं किम् इति वदामः? तत् उपधानं खलु, आम् शिरोधानं वा उपधानं वा? उपधानमेव महोदय. उपधानमेव खलु. उपधानं तु अतः उपग्रहः अस्तु, इति नाम समान अर्थम्. अस्तु, उपधान लग्नपृष्ठः, तत् कुत्रापि सः स्थापितवान्. अस्तु, उपधानसम्पृक्तपृष्ठम् भ्रूमध्ये स्थापिता चल दृष्टिः, क्षणं समाधिस्थितैव विचारपरवर्षो भूत्. अस्तु, एवं चिन्तयन् आसीत् ओ सः दुर्गाध्यक्षः, दुर्गाध्यक्षः विचारः. उपबर्हलग्नपृष्ठः, तत्र सः स्थितवान्, ओ आमामामाम् उपधानस्य सः उपविष्टवान् इति. तत्र उपविष्टवान् खलु सः, अतः आमामामाम् उपबर्हलग्नपृष्ठः तस्य पृष्ठभागः, पृष्ठभागे तथा उपवृष्टः. तथा स्थितवान् दुर्गाध्यक्षः. तत्र एतं बालकमेव किञ्चित् स्थिरदृष्ट्या पश्यति स्म इति अर्थः भवति, विचारपरवर्षे भवति. भव्या भगिनी पठति किल. अग्रे केनापि पठ्यते वा? भव्या भगिनी पठामि. ततश्च पुनः सादिनः इति वा, सादिनः आननं समवलोक्य समप्राक्षीत् वत्स, तत्र भवतः समीपात् कदा प्रचलितः अस्ति? सः प्रचलितोऽसि तत्त्वम् इति. प्रचलितोऽसि सः ऊचे भगवन् मार्ताण्डमण्डले निम्लोचति. तेनोक्तं कथं तर्हि प्रलम्बमुत्कटं च अध्वानम् उल्लङ्घ्य वात्या विधूय अल्पेनैव समयेन समायातोऽसि? अल्पेनैव समयेन समायातोऽसि. सः चाह श्रीमन् ईदृशः एव आसीत् आदेशः अत्र भवतः. तत् ततः अवगतं खलु? तत्र आम् कोऽपि प्रश्नः अस्ति किं? तत्र नाम तत्र मार्ताण्डमण्डलम्, मार्ताण्डमण्डलम् इति किम्? सूर्यमण्ड न कदा प्रचलितोऽसि इति खलु, यदा कदा तस्य प्रस्थानं कृतवान् इति. अतः मार्ताण्डमण्डले निम्लोचति, सूर्यमण्डलस्य इतोपि तदा एव सूर्यस्य उदयः इति, निम्नभागे अस्ति इति अहं चिन्तयामि. सम्यक्, अस्ताचलम्, ओहो क्षम्यताम्, अस्ताचलं गच्छति, निम्लोचति इति कुत्र सायङ्काले तस्य जले मग्नता सूर्यस्य, अतः सायङ्काले अस्ताचलं गच्छति. तस्य अस्तमनसमये एव प्रस्थानं कृतवान् इति, प्रस्थितः. अस्तु, तु निम्लोचति. तत्र एतादृशपदानां परिचयः एव नास्ति, प्रथमवारम् इदानीमेव वयं शृणुमः. अस्तु, तर्हि वदतु. ततः परं च अस्मै न, तस्य अर्थं पश्यन्तु. तर्हि कथं तर्हि प्रलम्बम् उत्कटं च अध्वानम् उल्लङ्घ्य, तत्र बहु दीर्घमार्गः अध्वानं, तद् मार्गम् उल्लङ्घ्य उत्कटं, तत्र निम्नोन्नतम् आसीत् खलु, बहु क्लेशयुक्तमार्गः एव, विषममार्गः आसीत्, पर्वतप्रदेशः, वात्या विधूय, वाति इत्युक्ते वायुना विधूय, अल्पेनैव समयेन समायातोसि कथम् इति. सः उक्तवान् एषः एव तत्र शिवराजस्य आदेशः आसीत् इति वा? शीघ्रं गच्छतु इति तस्य आदेशः आसीत् इति कारणं. ततः परं च अस्मै गुप्तसन्देशः. तत्र यदा यदा अतः ततः इति अनन्तरं परम् इति आगच्छति, अत एकपदमेव पठतु, ततः परम् इति. ततः परं च अस्मै गुप्तसन्देशाः कथनीयाः न वा? एषः स्वस्मात् अपि आच्छाद्य मुक्तं मदुक्तम् इत्युक्ते किं, मदुक्तं प्रभुकर्णातिथिकरिष्यति. प्रभुकर्णातिथीकरिष्यति न वा इति. न वा, न वा, यतो लिपिः कस्यापि कर्णे जपस्य हस्ते अपि पतेत् इति अवोदीरणीयः. वाग्भिः एव, एव उदीरणीयः मम सन्देशः इति परीक्षेय एनं वा? तत्र कथं भवति परीक्षेय एनं? परीक्षये तत्र मुद्रणदोषः इति मन्ये, इति परीक्षये नास्ति वा महोदय? परीक्षेयः, अथवा परीक्षया, परीक्षेया इति किमपि अस्ति, परीक्षे परीक्षे इति अस्ति. तत्र टीकायां कथमस्ति परीक्षेय इति उत्तमपुरुष, अत्र उत्तमपुरुषस्य विधिलिङ्गकारः, आत्मनेपदित्वं खलु, इति परीक्षेय एनं वाग्जालैः, वाग्जालैः इति विविच्य दुर्गाधीशः तेन बहुशः समालपत् अन्त. तत्र तत्र तस्य चिन्तनम् इति अहं चिन्तयामि. आम्, प्रथमं अवगच्छामि महोदय, एषः स्वस्मात् अपि आच्छाद्य इति किं किम् अस्ति तद्वाक्यं, किम् अस्ति तत्र अर्थः कः भगिनि? तत्र बहु रहस्यमुक्तं विषयं वदति सः इति, यतः यतः मदुक्तम् इत्युक्ते मया किमपि उत्तररूपेण अहं ददामि चेत् मदुक्तं प्रभुकर्णातिथि करिष्यति वा, केवलं प्रभुकर्णाय कर्णयोः एव यथा गच्छति तथा करोति वा न वा, सः करिष्यति वा न वा इति, अतिथि करिष्यति वा न वा, यतः लिपिः कस्यापि कर्णे जपस्य इत्युक्ते पुनः पुनः कर्णयोः समीपे जपं करोति खलु जपनरीत्या, तस्य हस्ते अपि पतेत् इत्युक्ते अन्यस्य हस्ते गच्छति चेत् रहस्यस्य बहिरागमनं भवति खलु, तत्र आपत्तेव भवति, आपदः सम्भवन्ति इति कारणात् वाग्भिः एव उदरणीयः मम सन्देशः, तदा पत्रं ददामि चेत् तत्र क्लेशः भवति, अपायः अस्ति, अतः वाग्भिः एव उदाहरणीयः मम सन्देशः इति एनं परीक्षेय वाग्जालैः, भिन्नभिन्नवार्तालापैः तस्य गुणः कथम् अस्ति, सः रहस्यं गुप्तरीत्या स्थापयति वा न वा इति अहं परीक्षां कृत्वा अहम् अवगच्छामि इति विचिन्त्य, एतत् सर्वं तस्य चिन्तनं, दुर्गादेशस्य चिन्तनं खलु, दुर्गाधीशस्य अन्ततश्च तं सर्वथा गुप्तसन्देशयोग्याम् आकलय्य आकलय्य मनसि एव हर्षम् अनुभवश्चिरम् अनुभवन् चिरम् इत्यस्य सन्धिः भवति, प्रशंस शिवराजं यत् नैतेषु न एतेषु विषयेषु कदापि स्वतन्त्रः अवतिष्ठते महाराजः, महाराजः सः सदा योग्यमेव जनं पदेषु नियुक्ति, योग्यमेव जनं पदेषु नियुनक्ति, नूनं बालः अपि एषः अबालहृदयः अस्ति. सः बालः चेदपि तस्य अबालहृदय पक्वता अस्ति इति, अबालहृदयः अस्ति. तदस्मै कथयिष्यामि अखिलं वृत्तान्तं, पत्रं च केषुचित् विषयेषु समर्पयिष्यामि, एवम् आलपञ्च. आलपत्च तथा अग्रे सम्भाषणम् अस्ति. यतः अग्रे भगिनी विमला भगिनी भवती पठतु. आं महोदये. दुर्गाधीशः, मन्ये क्षत्रियोऽसि. अत्र सन्ध्या भगिनी इदानीं सम्भाषणरीत्या अस्ति खलु, परस्परं भवतोः पठनं भवतु. आं श्रीमन् आं श्रीमन् हा अस्तु. दुर्गादिश स्मृत्वा, नान्येषाम् अपत्यान्येवं तेजस्विनी, दृढहृदयानि प्रभुभक्तानि च भवन्ति. पुनः सम्मुखम् अवलोक्य किं ते नाम? अञ्जलिं बद्ध्वा, आर्य, मां रघुवीरसिंह इति वदन्ति जनाः. ओ चिरञ्जीव, अस्तु. सम्प्रति दुर्गात् बहिः एव सामुखीने हनुमन् मन्दिरे रात्रिम् अतिवाहय. श्वस्तु किञ्चित् उदञ्चति मरीचिमालिनी, मरीचिमालिनी अत्रागम्य पत्रादिकं गृहीत्वा महाराजनिकटे यातासि. बाढम् महोदय, एकः प्रश्नः अस्ति अत्र. मरीचि मरीचि मा मालिनी मालिनी सूर्यः सूर्यस्य मरीचिमाली इति नाम भवति. ओहो, मरीचि नाम माला, अनेकेषु नामसु अन्यतमं मरीचिमाली इति. मरीचर्यः इत्युक्ते किरणः, किरणाः एव तस्य मालारीत्या भवति इति कारणात् सः मरीचिमाली. तत्र श्वस्तु मरीचिमालिनी किञ्चित् उदञ्चति इति सतिसप्तमी प्रयोगः. अत्र बहु शीघ्रमेव सूर्योदयात् अपि पूर्वमेव किञ्चित् तस्य यदा उदयरीत्या भवति रक्तवर्णः, तदा एव अत्र आगत्य पत्रादिकं गृहीत्वा महाराजनिकटे यातासि. यातासि इत्यपि भविष्यत्कालरूपं भवति खलु. लुट् भाडे इति उक्त तत् इति शिरः नमयित्वा प्रतिनिवृत्य वनसशाखातोऽश्वमुक् अश्वम् उन्मुच्य वनसशाखातः अश्वम् उन्मुच्य दुर्गाध्यक्षप्रेषितस्य भृत्यस्य एकस्य हस्ते वल्गादानपुरस्सरं समर्प्य अपरदासेः दासेरकेण व्यादिष्टमार्गो नववारिदवारिबिन्दुवृन्दसम्पर्कप्रकटितसिन्धुरसन्दोहसन्तर्पणमधुरगन्धिं रजनीकरकरनिकरवरिषितां विरोचितां भूमिमालोकयन् मन्दं मन्दम् आससाद मारुतिमन्दिरं तत्र च आगन्तुकानां समाप्तं वा? तत् तदा तथा एव भाति महोदय. आम् आम्, सम्भाषणं समाप्तम्. आम् पठ्यतां महोदय. तस्य अर्थं किञ्चित् वदति किं? यत्र यत्र दीर्घपदानि, वाक्ये पदसमूहः अस्ति तत्र. अस्तु. शिरः नमयित्वा पनसशाखातः अश्वः तत् आसीत् तत् मुञ्चयति. तस्य वल्गादान इत्युक्ते किं? वल्गानि भवति खलु अश्वस्य कन्यां कर्तुं, पुरस्सरं समर्प्य भृत्य अश्वं समर्प्य. अत्र व्यादिष्ट यः मार्गः तेन आदिष्टः तस्मिन् नव वारिदवारि, वारिद इत्युक्ते क्लौड्स्, नव वारिद वारिबिन्दुवृन्द सम्पर्कप्रकटित सिन्धुर सन्दोहसन्तर्पणमधुरगन्धिम्. सिन्धु अत्र नव नवमेघस्य वारिबिन्दवः भवन्ति चेत् जल जलबिन्दूनां समूपस्य सम्पर्केन तत्र सिन्धुरसन्दोहः इत्युक्ते गजानां समूहः. तत्र सर्वदा सुगन्धितं मदरसः भवति खलु, सुगन्धितः मदरसः, तत् तादृश गन्धयुक्त भूमिं, रजनीकरकरनिकरविरोचितां भूमिम् आलोकयन् मन्दं मन्दम् आससादा मारुतिमन्दिरम्. अस्तु. इत्युक्ते महोदय, अत्र गन्धस्य विशेषणद्वयं किम्? एकं तु नववारिदवारिबिन्दु बृन्दसम्पर्क इति, अनन्तरं न, सिन्दूरसन्दोह. तत्र सम्पर्केण प्रकटितः अस्ति, तत्र गजस्य मदजलस्य मधुरगन्धः सम्पर्कितः अस्ति, अतः साधारणतया गन्धः वायुमार्गेण अपि प्रकटितः भवति, जलमार्गेण अपि प्रकटितः भवति खलु. तत्र भूमौ तादृश गन्धः भवति इत्युक्ते कथं भवितुम् अर्हति? साधारणतया जलस्य स्पर्शेण एव भूम्याः गन्धः सम्यक् अनुभूयते. तत् वयं मापि अनुभूतवन्तः खलु, यदा मृत्तिकायां भूमौ आकाशात् वृष्टिः पतति चेत् तस्य मृत्तिकायाः सुगन्धः बहु सम्यक् भवति खलु, वयं तत् अनुभूतवन्तः खलु. तथा एव अत्र तत्र तत्र गजानामपि मदजल स्यन्दनं भवति पदे पदे, अतः तेन सुगन्धिता अस्ति भूमिः, भूमिः तत् अवलोकयन् इति, भूमिं तादृशभूमिम् आलोकयन्. इत्युक्ते अत्र मधुरगन्धिः इति भूमेः विशेषणं वा? आमां, प्रायः. आम्, अस्तु. मधुरगन्धिं भूमिं भूमेः विशेषणं, तथा एव रजनीकरकरनिकरविरोचितां, तदपि द्वितीयविभक्तिः खलु, तत् भूमेः विशेषणम्. इत्युक्ते तत्र सिन्धुरसन्दोह सन्दोहस्य तत्र गन्धः वारिणा सम्पर्केण अधिकः गन्धः आगच्छति इति अर्थः वा? तस्य गन्धः भूमौ अधिकः भवति इति, तस्य ग्रहणेन भूमौ तत् तस्य आकर्षणं भवति खलु, जलस्य मिश्रणं भवति खलु भूमौ, मृत्तिका भूमौ, तस्य गन्धः भवति इति, तादृशां भूमि तादृशीं भूमिम् आलोकयन् तावदेव. तत्र पश्यामः, पश्यतु वृन्दस्य वारिबिन्दूनां जलकणानां नूतनमेघस्य जलकणानां समूहस्य सम्पर्केण प्रादुर्भावितः गजयूथस्य तृप्तिजनकः मधुरहृदयः गन्धः यस्याः तां भूमिम् इति. अग्रे आम् इत्युक्ते पठामि. अहं न अवगच्छामि, तत्र जल मेघात् तत्र वृष्टिजलं भूमौ पतति चेत्? प्रायः वृष्टिः अपि तत्र पूर्वम् आगता, सद्य सम्प्रति अथवा किञ्चित् पूर्वं किञ्चित् कालात् पूर्वम् आगता प्रायः वृष्टिः. स्मेल् अस्तु ऑफ महोदय, लेक्. अग्रे गन्तुं शक्नोति. इदानीमेव आगतवान् वा भवान्, विवेकः, विवेक महोदय? अहं न, विलम्बेन. अस्तु अस्तु, अतः अग्रे अग्रे सरामः वा? आम् महोदय. आगन्तुकानाम् एव निवासाय कलि, तत् न पठितं खलु? न पठितं महोदय. सन्ध्या भगिनी पठन्ति किम्? आम्, तत्र च विवेक् महोदय, न जानामि. ओ विवेक्, पठतु महोदय. पठतु पठतु. तत्र च आगन्तुकानामेव निवासाय कलितयो यथोचितसाधनानां प्रकोष्ठानाम् अन्यतमे प्रविश्य गवाक्षान् उन्मुद्र्य वाताभिमुखं नागदन्तकासु वर्मवस्त्राणि नागदन्तिकासु वर्मवस्त्राणि च अवलम्ब्य अत्र वर्म भिन्नं, वस्त्राणि भिन्नं, पृथक् पृथक् पदं. नागदन्तिकासु वर्म वस्त्राणि च अवलम्ब्य. कूपा जल उत्तोलजलम् उत्तोल्य उपात् हस्तपादं प्रक्षाल्य हनुमत् मूर्तिं दृष्ट्वा कमपि नित्यनियमम् इव निर्वाह्य दुर्गाध्यक्षप्रेषितं किञ्चित् आहारादिकम् उपगृह्य ग्रीष्मसुखावाहानां वातानां सुखमनुभवन् कदाचित् चन्द्रं कदाचित् तारकाः कदाचित् गिरिशिखराणि कदाचित् दुर्गप्राचीरं कदाचित् सुदूरपर्यटद्यामिकयातायातं कदाचित् कदाचित् सुदूरपर्यटत् यामिकयातायातम् कदाचित् नतोन्नत भूभागान् कदाचित् कदाचित् च अभ्रङ्कशान् इति अभ्रङ्कशान् हनुमन्त मन्दिरकलशान् अवलोकयन् मन्दिरात् पश्चिमतः पादाहति पिच्छिल पाषाणपट्टिका परिष्कृत वेदिकायां पादाहित पिच्छल पाषाणपट्टिका परिष्कृत वेदिकायां पर्यटन् कञ्चित् एतादृश सहकारयामास चकार वाहयां बभूव कथयां बभूव कथयामास इत्यादीनि रूपाणि लिट्लकारे एव अधिकतया आगच्छन्ति. यत्र यत्र एवं बभूव इति मास आमास इति भवति तत् साधारणतया दशमगणीयधातूनां समये तथा भवति, अथवा णिजन्तप्रकरणे तथा भवति लिट्लकारे. अतः अत्र अतिवाहयां बभूव इत्युक्ते यापितवान् इति तावदेव अर्थः, समयं यापितवान् इति अर्थः. तत्पूर्वतनपदानां किञ्चित् अर्थं पश्यामः, कश्चन व्याकरणविशेषः अपि अस्ति पश्यामः, किञ्चित् पृष्ठतः गच्छतु. पूर्वतनपृष्ठेपि किञ्चित् अस्ति खलु. अस्तु, इदानीं पश्यतु. आगन्तुकानाम् एव निवासाय, आगन्तुकानां निवासार्थं कलित इत्युक्ते व्यवस्थित यथोचितसाधनानां प्रकोष्ठानां, यथोचितं तत्र एके यात्रिकाणां कृते किञ्चित् प्रकोष्ठे यादृशी व्यवस्था अपेक्षिता अस्ति तादृशी व्यवस्था कृता तत्र, तत् तादृश प्रकोटे प्रकोष्ठेषु एकं प्रकोष्ठं प्रविश्य गवाक्षान् उन्मुद्र्य वातायनम् उद्घाटितवान्. वाताभिमुखं नागदन्तिका आसीत्. नागदन्तिका इत्युक्ते वस्त्राणि किमपि तत्र स्थापयितुं अवलम्ब्य स्थापयितुं तत्र हुक्स् भवन्ति खलु, तदेव नागदन्तिका इति. अथवा तत् मञ्जूषारीत्या एकं भवति खलु, तस्यापि नागदन्तिका इत्युक्ते हुक् एव. तत्र वर्म वस्त्राणि, तस्य आयुधानि वस्त्राणि सर्वं तत्र अवलम्बय्य इति अस्ति. अवलम्ब्य इत्युक्ते स्वार्थम्, अवलम्बय्य निजन्तं, निजन्ते लेपन्तम्. आसन्नकूपात् तत्र समीपस्थकूपात् जलम् उत्तोल्य, जलम् उद्धृत्य हस्तपादं प्रक्षाल्य. हस्तपादम् इति विषयेपि स व्याकरणमस्ति, समासः. एकस्य शरीरस्य अङ्गानां समूहः भवति चेत् तत्तु एकवचने भवति, तत्तु समाहारद्वन्द्वं भवति खलु, तदेव हस्तपादम् इति. एक नपुंसकलिङ्गे एकवचने भवति. अनन्तरं स नित्यनियमम् इव नित्यनियमं निर्वाह्य इत्युक्ते साधारण प्रतिदिनं केचन व्यवहाराः भवन्ति खलु, सन्ध्यावन्दनादिकं पूजादिकं किमपि भवति खलु, तत्सर्वं निर्वाह्य नित्यकर्म इति तस्य नाम. नित्यकर्म निर्वाह्य दुर्गाध्यक्षप्रेषितं किञ्चिदाहारादिकम् उपगृह्य ग्रीष्मसुखावहानां, सुखावह इत्युक्ते सुखम् आनयति इति, सुखापः इति भवति चेत् सुखं परिहरति इति, निवारयति इति अर्थः. अतः खलु एक कृतिः अस्ति सरस्वती, सरस्वती नमोस्तु ते वरदेवते इति भवति खलु, श्रीसरस्वती नमोस्तु ते इति एक कृतिः आगच्छति खलु. तत्र भवति संसारभीत्यापहे सकलविद्याक्षरगुहे इति भवति, विद्याक्षरगृहे इति भवति. संसारभीतिम् अपकरोति, अतः दुःखापहे इति. आवह इत्युक्ते ददाति इति, सुखावहे इति. अत्र अतः एव ग्रीष्मसुखावहानां वातानां, ग्रीष्मकाले मन्दमारुतः भवति, तत्तु बहु सुखावहः, तादृशवायुनां दुर्गाध्यक्षप्रेषि क्षम्यतां सुखम् अनुभवन् कदाचित् चन्द्रं, कदाचित् तारकाः, कदाचित् गिरिशिखराणि, कदाचित् दुर्गप्राचीरं. प्राचीरम् इत्युक्ते तत्र आवरणरीत्या भवति खलु, दुर्गरक्षणार्थम् एका भित्तिः भवति खलु, तदेव प्राचीरम् इति. कदाचित् सुदूरपर्यटद् यामिकयातायातम्, बहु दूरेण आगतवन्तः केचन जनाः भवन्ति खलु पर्यटनार्थं, तत्र तादृशजनानां यातायातं, गमनम् आगमनं, तदेव यातायातं. कदाचित् नतोन्नतभूभागां तादृशान्, कदाचित् अभ्रङ्कशान् हनुमन् मन्दिरकलशान्. अभ्रङ्कशान् इत्युक्ते तावत् पर्यन्तम्, अभ्र इत्युक्ते आकाशस्य विषयः, तत् तावत् पर्यन्तम् आकाशं स्पृशति इव हनुमन् मन्दिरस्य कलशाः, कलशानि भवन्ति, गोपुरकलशाः भवन्ति, इत्युक्ते तावत् उन्नतम् इति अर्थः. अत्र कशान् इत्युक्ते तत् स्पृशन्ति वा इति. इदानीं नद्यां प्रवाहः अधिकः भवति चेत् कथं वदन्ति, कूलङ्कषं नदीं, कूलङ्कषां नदीं पश्यति इति वदामः खलु. कूलङ्कषाम् इत्युक्ते तत्र उभयपार्श्वयोः तीरद्वयं भवति खलु नद्याः उभयपार्श्वयोः, तस्य तीरस्य तीरद्वयमपि स्पृशति इव तावत् तावत् जलमस्ति चेत् नद्यां, तत् कूलङ्कषम् इति वदामः. तत्र पूर्णतया इति, नद्यां जलं पूर्णतया अस्ति इति अर्थः. तादृशप्रयोगं वयं संस्कृतस्य प्रभावात् प्रादेशिकभाषासु अपि वदामः. कदाचित् कश्चन विषयः उच्यते केनापि, तत्र पूर्णतया विवरणं न ददाति चेत् यः पृच्छति सः एवं वदति, विषयं सङ्ग्रहेण मास्तु, कूलङ्कषं वदतु इति. कूलङ्कषम् इत्युक्ते सम्पूर्णतया विषयं वदतु इति. किमपि सूक्ष्मभागं अपरित्यज्य वदतु इति वदति, तस्य कूलङ्कषः इति अर्थः. इदानीं एतद् उदाहरणम्, अन्यत् उदाहरणं वदामि. इदानीं न्यायालये कश्चन विषयस्य चर्चा भवति, इदानीं साक्षिणः साक्षी वचनानि वदन्ति, तस्य पुनः प्रश्नाः पृच्छ्यन्ते, पुनः उत्तराणि वदन्ति. एतत् सर्वं सः न्यायाधीशः बहु तीव्रतया अवलोकयन्नेव भवति. तत् पूर्णतया कूलङ्कषं विचार्य, कूलङ्कषं श्रुत्वा, तस्य मनसि विचार्य, कस्य भागे अपराधः अस्ति इति चिन्तयित्वा, सम्यक् चिन्तयित्वा सः तीर्मानं वदति खलु न्यायाधीशः. तत्र कूलङ्कषं विचारयति चिन्तयति इति अर्थः, अतः बहु पूर्णतया इति अर्थः भवति. अतः एव कष इत्यस्य अर्थः स्पृश्य, स्पृष्ट्वा इति अर्थः. अतः अभ्रं कषान् इत्युक्ते आकाशं स्पृशति इव तावत् उन्नतम् अस्ति शिखरं, हनुमन् मन्दिरस्य शिखरस्य कलशं तदपि अवलोकयन्, कलशान् बहवः कलशाः सन्ति तान् अवलोकयन् मन्दिरात् पश्चिमतः परिक्रमापरपादाहति पिच्छिलपाषाणपट्टिका परिष्कृतवेदिका, वेदिकायाम् इति मुख्यः विषयः. तत् कथमस्ति इत्युक्ते मन्दिरात् पश्चिमतः परिक्रमार्थं प्रदक्षिणं कुर्वन्ति खलु मन्दिरे, तत् परिक्रमार्थं अनेकजनाः परिक्रमं कृत्वा कृत्वा कृत्वा तत्र पादाहतिः भवति, जनानां पदचलनं भवति इति कारणात् तत्र किञ्चित् कश्चन भागः सम्यक् दृश्यते, अत्र अधिकजनानां पदाहतिः भवति इति. प्रदक्षिणं कृत्वा कृत्वा तत्र मार्गस्य किञ्चित् किं वदामः तस्य किञ्चित् मार्गः पादाहतिना अन्येषु भागेषु तत्र किञ्चित् शुद्धरूपेण भवति, अथवा तत्र तलस्य निम्नोन्नतं भवितुम् अर्हति. परन्तु सर्वदा एकस्मिन् भागे पदाहतिः भवति चेत् तत्र किञ्चित् मृदुत्वं भवति, समतलं भवति इति. तत् अतः तस्य पादाहतिः तत्र, तत् तावदेव न, तत्र मालिन्यमपि भवति. जनाः सर्वदा तत्र पदचलनं कुर्वन्ति चेत् मालिन्यमपि भवति, तदेव पिच्छिलं. पाषाणपट्टिका अत्र, अत्र शिलायाः पट्टिका भवति तत्र, तत् समीपे परिष्कृतवेदिका कश्चन काचन अस्ति तत्र इति अर्थः. अहं तथा चिन्तयामि, पश्यामः टीकायां. तदेव महोदय, दुर्गस्य प्राचीरं प्रान्ततो वृत्तिः आवरणम्, अनन्तरं सुदूरं पर्यट्तां यामिकानां प्रहरिणां यातायातं, यामिकानां यात्रिकानाम् इति अहं स्वीकृतवती, प्रहरिणामपि भवति. अनन्तरं अभ्रं मेघं, तत्र तावत्पर्यन्तम् उन्नतम् अस्ति इति कारणात् अभ्रं कषम्, अथवा कषन्ति इत्यस्य उल्लिखन्ति इति अभ्रं कषाः इति सन्ति, तदपि भवितुम् अर्हति. तदेव उल्लिखन्ति इव तत्र स्पृशति इति कारणेन एव उल्लिखन्ति इत्यपि अर्थः भवति. परिक्रमापराणां प्रदक्षिणनिरतानां पादाहतिभिः पिच्छिलाभिः पङ्किलाभिः भवितुम् अर्हति. पाषाणपट्टिकाभिः शिलाखण्डैः अग्रे परिष्कृतायां भूषितायां वेदिकायाम् अतिवाहयां बभूव, गमयान् चकार गतवान् इति अन्ततो गत्वा अर्थः. अग्रे सन्ध्या भगिनी पठति किम्? तावत्तेन पयः फेनासारच्छविजित्वरया ज्योत्स्नया द्विगुणितोत्साहेन धीरसमीरस्पर्शशान्तश्रमेण प्रस्फुरच्चन्द्रकलाकलिका भ्रमद्भ्रमरझङ्कारभरमन्त्रस्वरपीयूषशीकरपरिमार्जितश्रवणेन समश्रूयन्त केचित् शुकीः मूकयन्तः हंसीः ध्वंसयन्तः सारिकाः स्रारयन्तः कोकिलान् विकलयन्तः वीणां च विगणयन्तः काकलीकमलयाः कलमयाः स्वरालापाः श्रवणेनैव तेन अवगतं यत् आलापा एते कस्यापि बालिकायाः, सा च लज्जापरवशा यतो नोच्चैर्गायति उच्चकुलप्रसूता यतो नान्यासाम् एवम् उदारावाक् समीपवर्तिनी यतः स्फुटः स्वरः पूर्वस्याम् उपविष्टा च यतस्तत एव मूर्छन्ति मूर्छनाः। ओहो, सङ्गीतविषयः अस्ति. तर्हि कश्चन ध्वनिः श्रुतः, अनन्तरं कस्याश्चित् बालिकायाः ध्वनिः इति अवगतः, यतः समीपे एव ध्वनिः अस्ति इति, स्फुटः एव अस्ति इति. कलमा इत्यस्य अर्थः कः? उपरि स्यात् कलमा, झङ्कारभरेण गुञ्जनातिरेकेण इत्युक्ते तत्र अधिकं वैब्रेशन् भवति इति अर्थः भवितुमर्हति. अतः अलमा विषये किमपि नास्ति महोदय. नास्ति किं कलमयाः स्वरालापाः अन्यानां? कलमयाः, कलमयः इति प्रायः न ओ, कलरवः भवति खलु, कलकलः इति कलमयाः, शब्दः, करालापाः. अस्तु, कलमयाः, सत्यं, कलं तत्र कलः इति ध्वनियुक्ताः. तर्हि अस्तु, उपरि एकैकं न पदं उच्चैः गायति, उच्चकलप्रसूता, यथा न अन्यासामेव उदारा वाक् समीपवर्तिनी, यतः स्फुटः स्वरः पुरस्याम् उपविष्टा च. अस्तु, भवति. मूर्छन्ति मूर्छनाः इत्युक्ते तत्र कश्चन आलापः मूर्छनाः इति उच्यन्ते. मूर्छन्ति मूर्छन यतस्तत एव मूर्छन्ति मूर्छनाः, मूर्छन्ति इति अत्र तिङन्तपदं खलु, मूर्छन्ति न मूर्छना, न मूर्छना इति तस्य संज्ञापदम्. आम्, मूर्छन्ति इति तिङन्तपदं खलु, तत्र आगच्छन्ति इति इत्युक्ते तत् भवति केवलं सङ्गीते एव तस्य मूर्छन्ति इति वदन्ति, आगच्छन्ति इति वा तस्य अर्थः? न न, अहं पृच्छामि तथा अस्ति वा इति अर्थः. तत्र तत्र सादृश आलापनम् इत्युक्ते तत्र साहित्यं विना, पदं विना केवलं रागस्य आलापः भवति खलु, तस्य मूर्छना इति वदन्ति इति अहं चिन्तयामि. ओहोहो, पूर्वम् आगतं तत्र एव यदा आमाम्, सः गौरसिंहः तत्र अफजल् खानस्य प्रकोष्ठं गतवान्, तत्र सङ्गीतं गीतवान् खलु, तस्य आलापाः कृताः तेन, तस्य मूर्छना इति टीकायां पठितम् अस्माभिः. महोदय, उच्चनीति साहित्यं पदानि विना केवलं रागालापः यदा क्रियते तस्य मूर्छना इति, तादृश सङ्गीतविधानं मूर्छन्ति इति क्रियापदेन उच्यते इति अहं चिन्तयामि. आं महोदय, मेलडि इति दत्तं, रेग्युलर् रैस् अण्ड् फाल् आफ् सौण्ड् थ्रू द ओ, म्यूसिकल् इदानीं स्केल्. समयः अतीतः इति मन्ये अत्र. तर्हि अग्रे पठनीयम् अथवा इदानीं पदानाम् इदानीं अर्थं पश्यामि? सर्वेषां पर्यायः अभवत् न, वा? अहम् अस्मि महोदय, सुधा. भवती पठतु, अनन्तरं विरमामः. अथ कर्णौ इव गृहीत्वा आकृष्टः रघुवीरसिंहः मन्दिरं दक्षिणप्रदक्षिणीकृत्य तथैव तया इव प्रदक्षिणा वेदिकया तत्क्षणम् एव मन्दिरस्याग्निकोणे कपोतपोतकगूङ्कारमधुरकपोतपालिका पालिका अधस्तम्भ आरम्भ स्तम्भारम्भ स्तम्भारम्भ निकटे समुपस्थते समुपतस्थे समुपतस्थे अवालोकयन् च यत् पूर्वस्याम् अस्ति विशाला लोकयत् पुष्पवाटिका यस्याम् अतिमुक्तलताः एकवचनमेव विशाला पुष्पवाटिका. विशाला पुष्पवाटिका यस्याम् अतिमुक्त लताः सौरभेन विष्णुपदम् अपि मदयन्ति यूतिकाः सुगन्धतरङ्गैः हरितम् अपि हृदयं हरन्ति पाटलीपटलानि अलिपटलरसनाः चटुलयन्ति चटुलयन्ति मालतीकाः च मरन्दबिन्दु सन्दोहैः वसुमतीं वासयन्ति तस्यां मन्दिरपूर्वद्वारसम्मुखे एव अस्ति एका परमरमणीया ज्योत्स्नास्पर्शप्रकटित द्विगुणतरचाकचक्या सोपानत्रयालङ्कृतचतुरवरोह हंसपक्षवलक्षच्छवि विजित्वरधवलग्राववेदिका अस्याम् आगन्तुकानां किम् आगन्तुकानां उपवेशाय रचिताः पाषाणमया एव कतिचन मञ्चाः तेषाम् अन्यतमे उपविष्टा बालिका एका इतोपि बहु दीर्घं वाक्यम् अस्ति. आम् आम् तत्र विरमामः इति मन्ये. एतस्य पठितस्य भागस्य अर्थम् अग्रिमसप्ताहे वयं चर्चयामः. इदानीं सपाददशवादनम् अभवत् इति कारणेन, यतः अत्र बहवः विषयाः सन्ति. विषयाः प्रायः स्वल्पाः एव, परन्तु विवरणम् अत्यधिकम् अस्ति. तत्र टीकायां दृष्ट्वा एव करणीयं. यत् यत् लक्ष्मीनारायणमहोदयः महोदया अत्र यत् भवता अत्र दर्शितमस्ति तत्र सर्वाणि पृष्ठानि सन्ति एव, परन्तु यत् मम समीपे अस्ति तत्र अनेकानि पुटानि लुप्तानि. अतः एव मया पूर्णतया मध्ये मध्ये एतत् सर्वं न पठितुं न शक्तं मया. एतत् किम् इति द्रष्टनीय अग्रे अग्रिमसप्ताहे पश्यामः वा, तस्य चर्चां कुर्मः. इदानीं किं वदन्ति? अस्तु महोदय, अस्तु महोदय, शान्तिमन्त्रं दद्मः. ओम् सर्वे तावत्ति भवन्तु तावत् सुखिनः. तावत्ति भवन्तः एव किञ्चित् टीकायां दृष्ट्वा तस्य अर्थं किञ्चित् सङ्गृह्य सिद्धाः भवन्तु. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति.